अस्तु, अस्माकं विषयः अस्ति संयोगनाशः इति. संयोगनाशको गुणः विभागः इत्यस्य सिद्धान्तिनः पक्षस्य अनुकूलसाधनम् अस्ति अनुमानम् इति वयं पठन्तः आसन्. कथं वा साध्यते अनुमानप्रयोगेण, अनुमानसाधनेन कथं वा साध्यते सिद्धान्तिना संयोगनाशको गुणः विभागः इति वयं इदानीं पश्यामः. अस्मिन् प्रसङ्गे मूलवाक्यम् अस्माकं वाक्यं किम्, अनुमानवाक्यं किम् इति किञ्चित् पश्यामः. प्रथमतया सरला भगिनी वदति वा, अस्माकम् अनुमानवाक्यं किम् अस्ति? अनुमानवाक्यमस्ति आशयनाशजन्यगुणनाश समानाधिकरणगुणजन्यः आशनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानप्रमाणवाक्यमस्ति. समीचीनम्. अस्तु, इदानीं पदशः किञ्चित् परिशील्य वदति वा? अस्तु, प्रथमम् अस्ति आशयनाशजन्यगुणनाश. तत् अर्थं भवति व्याकरणे आशयनाशेन अजन्यगुणनाश वा आशयनाशात् अजन्यगुणनाश. अत्र गुणनाश अस्ति संयोगनाशः. संयोगस्य नाश यदि भवति तत् आशयनाशेन नास्ति. आशयस्य नाशेन संयोगगुणनाशः नास्ति वा. उदाहरणमहं वदामि भगिनी. यथा घटपटयोः संयोगः नष्टः भवति, यदि घटपटयोः संयोगः नष्टः भवति तदा संयोगगुण नष्ट भव संयोगस्य नाशः भवति. किन्तु तस्य आश्रय घट वा पट द्वयोः नाश न भवति. तस्य आश्रितः संयोगः नाशः भवति किन्तु आश्रयस्य नाशः न भवति. अतः संयोगनाश आशनाशेन वा आशनाशात् नास्ति. तत् कारणम् अस्ति आशनाश अजन्यगुणनाशः. समीचीनम्. अस्तु, इदानीं भारती भगिनी अनन्तरपदस्य प्रतिपादनं करोति वा? अनुमानवाक्ये तदनन्तरं समानाधिकरणगुणजन्यः इति अस्ति, तस्मिन् विषये किञ्चित् वदति वा? समानाधिकरणगुणो नापि गुणेन अपि भवति गुणनाशः, तद् वाक्यं वा? आश्रयनाशाजन्यगुणनाशः यत् सरला भगिन्या उक्तम् अनुमानवाक्यम् इति, पुटे किं पुटे अस्ति, ऐ मीन् कुतः? पुस्तके अस्ति, अपि तु करपत्रमस्ति भवतः अनुमानप्रमाणं विभागः अतिरिक्तः गुणः इति. संयोगनाशात् विभागः न अतिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः. तदनन्तरं अपरं करपत्रं स्थापितमस्ति महोदयेन, तस्य नाम अनुमानप्रमाणं विभागः अतिरिक्तः गुणः. भगिनी अद्यतनस्य ई पत्रं पश्यतु, तस्य जालपुटे गच्छतु. संयोगनाशात् विभागः अनतिरिक्तः तदनन्तरम् एकं करपत्रम् अस्ति भगिनि. त्रयोविंशति त्रयोविंशतिः इति संख्या अस्ति. दृष्टं वा भगिनि? अस्ति वा अनुमानप्रमाणम् अद्यतन ई पत्रम् अस्ति. भगिनि, संयोगनाशात् विभागः इति करपत्रं दत्तं खलु? नातिरिक्तः तत् करपत्रं पश्यामि इदानीम्. अस्तु, तत्तु पिधानं करोतु. अनन्तरं अपरं करपत्रम् अस्ति 23 इति. तत्र प्रमाणं विभागः अतिरिक्तः गुणः इति अस्तु. यतोहि अस्मिन् वर्गे द्वौ जनौ एव, अतः भवती कृपया जुलै 4th वीकेण्ड् अस्ति. आम् आम् इदानीं अनुमानप्रमाणं विभागः अतिरिक्तः गुणः तदेव. अस्मिन् करपत्रे प्रथमं वाक्यम् अस्ति अस्माकम् अनुमानवाक्यं, विभागसाधकम् अनुमानं किम् इति चेत् इति अस्ति. तस्य चयः अस्ति वा? अनुमान द्वे अस्ति, अनुमानप्रमाणम् अनवय मुद्रणम् अस्ति. परन्तु करपत्रम् उद्घाटितं चेत् प्रथमं वाक्यं दर्शय वाक्यम् आश्रय समानाधिकरणगुणजन्यः तत्र त्रीणि पञ्च वा समानाधिकरणगुणजन्यः इति गुणनाशस्य तृतीयपरिच्छेदः भगिनि समानाधिकरण. अस्तु भगिनि, किञ्चित् अहं वदामि अस्मिन् पदस्य विषये अहं वदामि, अनन्तरं भवती वदतु. समानाधिकरणगुणजन्यः इति द्वितीयं पदम् अस्ति अनुमानवाक्ये. समानाधिकरणगुणजन्यः कः? समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशः इत्युक्ते समानाधिकरणगुणेन जन्यः संयोगनाशः इति अस्ति. अत्र तु सम्बन्धः कीदृशः अस्ति? उद्देश्यविधेयभावः इति उच्यते. इत्युक्ते उद्देश्यः अस्ति आश्रयनाशाजन्यगुणनाशः, तस्य उद्देशः भवति अत्र. विधेयभावः इत्युक्ते उदाहरणमस्ति एषः मम मित्रम् इत्युक्ते एषः तस्मिन् उपरि मित्रत्वम् आरोप्यते चेत् मित्रम् इति विधेयभावः. एषः यम् उद्दिश्यते, यम् इत्युक्ते यं दृष्ट्वा अहं वदामि सः मम मित्रम् इति, तादृशमेव आश्रयनाशाजन्यगुणनाशः इति तस्य उद्देशः भवति. कस्य समानाधिकरणस्य समानाधिकरणगुणजन्यः इति विधेयः भवति इत्युक्ते समानाधिकरणगुणः कः अत्र तु विभागः इति कश्चन गुणः अस्ति तस्मिन् आश्रये एव भवति कस्मिन् आश्रये यः यत्र संयोगनाशः भवति तस्मिन् आश्रये एव विभागः अपि भवति अतः एव समानाधिकरणम् इत्यस्य प्रयोगः जातः एकस्मिन् अधिकरणे एव भवतः विभागः अपि तु संयोगनाशः अतः तौ द्वौ समानाधिकरणौ इति विभागेन जन्यः संयोगनाशः इति यथा पूर्वं वयम् अस्माभिः दृष्टं खलु तेजसंयोगेन श्यामरूपस्य नाशः इति श्यामरूपः तु घटे भवति तेजसंयोगः अपि घटे भवति अतः समानाधिकरणौ अतः एव उच्यते आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्युक्ते समानाधिकरणे यः गुण्यः गुणः अस्ति सः गुणः किमपि जनयति किं जनयति आश्रयनाशाजन्यगुणनाशः इत्युक्ते संयोगनाशः तेन भवति इति अर्थः अस्तु केनापि आगतं वा विभागः हरि ओम् विभागः जनयति आम् आं भगिनि भगिनि उद्देश्य अस्ति समानाधिकरणगुण जन्यविधेय अस्ति गुणनाश न न न आश्रयनाश विपरीत अहं पश्यामि भगिनि एकनिमिषं ददातु कृपया अत्र मम अवगमनम् अस्ति यत् उद्देशः अस्ति महोदयः लिखितवान् समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेय समानाधिकर उद्देशविधेयभावः इति गुणेन जन्यगुणनाशः अत्र तु कुत्र पश्यति भगिनि तृतीयपरिच्छेदम् आम् आम् गुणनाशस्य विधेयः इति अस्ति खलु सो समानाधिकरणगुणजन्य भवति विधेयः न गुणनाश भवति उद्देश आम् आम् तदेव उक्तं खलु अहं स्पष्टीकरणार्थं पृष्टवती अस्तु अस्तु तदेव उक्तं प्रथमं यत् अवगमनं सम्यक् अस्ति वा न प्रथमं यत् उक्तम् अस्ति आश्रयनाशजन्यगुणनाशः इति तदेव उद्देशः तदनन्तरं यत् अस्ति तदेव आरोप्यते अस्माभिः एव विधेयः इति अस्तु इदानीं स्पष्टं खलु अस्तु स्पष्टं वा भगिनि अस्तु आं भगिनि आम् अस्तु अस्तु अग्रे भारती भगिनी किमपि उदाहरणवाक्यं स्वीकृतम् अस्ति अनुमानस्य अवगमनार्थं किमपि उदाहरणं वाक्यं स्वीकृतम् अस्ति अस्माभिः तत् um, न जानामि सरला भगिनी वदति वा आम् उदाहरणम् अस्ति पर्वतवहिमान् धूमात् यथा महानसम् इति उदाहरणम् अस्ति अनुमानवाक्यस्य चत्वारः भागाः सन्ति पक्ष साध्यं हेतु दृष्टान्त पर्वतवहिमान् धूमात् यथा महानसम् इति वाक्यं यदि वयं पश्यामः सो पर्वत अस्ति पक्षः वह्नि भवति साध्यं तत्र धूमात् भवति हेतु महानसम् अस्ति दृष्टान्त यथा महानसमे अथवा पाकशाले वयं वह्नि पश्यन्ति धूम पश्यामः महानसि किं पश्यति महानसि यदि वह्नि अस्ति धूममपि पश्यामः तो वयं जानीमः धूमस्य कारणः अस्ति वह्नि तथैव यदि पर्वते वयं धूम पश्यामः वयम् अनुमानं कुर्मः पर्वते वह्नि अस्ति यदि अतः पर्वत वह्निमान् भवति सत्यमेव तत्र दृष्टान्तः इति महानसः यथा भवत्या उक्तं महानसे धूमः अस्ति धूमः अस्माभिः दृष्टः धूमः अस्ति इत्यस्मात् वह्निः भवेत् इति अस्माकम् अनुभवः अस्ति तद् आधारेण पर्वते धूमं दृष्ट्वा अस्माभिः अनुमीयते वह्निः भवेत् इति अस्तु इति अनुमानम् अस्तु अस्तु अग्रे अग्रे पठामः अस्तु अस्मिन् अनुमानवाक्ये भारती भगिनी पक्षः किं साध्यः किम् इति सर्वं जानाति वा किञ्चित् वदति वा तस्मिन् विषये पर्वतः पक्षः दृष्टान्तं दृष्टान्तः महारसे धूमः महारसे वह्नि सिद्धान्तिः साधय धूमः सिद्धान्तिः धूमः इति हेतुः खलु धूमः हेतुः किमर्थं धूमः हेतुः धूमः अस्ति चेत् वह्नि अस्ति चेत् धूमः जायते एकनिमिषं क्रमः तु बहु बहु मुख्यः अस्ति भगिनी अत्र तु महानसे किं पश्यति धूमं पश्यति धूमं दृष्ट्वा अस्माकम् अनुभवेन तत्र वह्निः अस्ति इति जानीमः खलु धूमं दृष्ट्वा एव वह्निः अस्ति इति जानीमः महानसे तस्य आधारेण किम् अनुमीयते पर्वतविषये वा पक्षविषये पर्वते धूमे धूमः अस्ति चेत् अनुमानेन वदामः वह्निः अपि अस्ति इति वह्निः अस्ति इति समीपम् अस्तु अस्तु इदानीं अस्मिन् प्रसङ्गे अपरं वाक्यम् अपि दृष्टम् अस्माभिः तत् किम् अस्ति भगिनी सरला भगिनी वदति वा अपरं वाक्यम् अस्ति पर्वते वह्निः उष्णः वह्निः उष्ण अस्तु तत्र अस्ति वह्निः उष्णः वह्नित्वात् इति अस्ति खलु आमाम् आम् तत्र किमपि वैचित्र्यम् अस्ति इति अपि दृष्टं खलु अस्माभिः हा तस्मिन् वाक्ये किं वैचित्र्यम् अस्ति वह्निः उष्णः वह्नित्वात् इति एकं वाक्यम् अस्ति तत्र वह्निः इति पक्षः अस्ति उष्णः इति साध्यः वह्नित्वात् इति हेतुः वह्नित्वम् इति कश्चन धर्मः अस्ति हेतु इत्युक्ते वह्नित्वम् इति धर्मं दृष्ट्वा वह्नौ उष्णत्वम् अस्ति इति साधयामः अस्मिन् अस्य वाक्यस्य अर्थः तदेव अस्ति वह्निः उष्णः वह्नित्वात् इत्युक्ते कश्चन धर्मस्य कस्यचित् धर्मस्य आधारेण वह्नित्वम् इति धर्मः अस्ति कस्यचित् धर्मस्य आधारेण साधयामः ओ उष्णत्वम् अस्ति तस्मिन् विद्यमानगुण उष्णत्वम् कस्य जातिः वह्नित्वम् वह्नित्वं वह्नो जाति अस्ति वह्नेः खलु वह्नेः धर्मं दृष्ट्वा तस्य धर्मं किम् अस्ति वह्नित्वं वह्नित्वं दृष्ट्वा ओ वह्न उष्णत्वम् अस्ति इति साधयामः तस्य परिशीलनमेव अद्यतन वर्गस्य पठनं अस्तु किं अन्य कोऽपि अस्ति वा वर्गे हरि ओम् अस्तu भगिनी सरला भगिनी पठति वा पर्वतः वह्निमान् धूमात् अस्तु पर्वतः वह्निमान् धूमात् इति स्थले यत्र यत्र धूमा तत्र तत्र वह्नि इति उच्यते एतादृशहेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति अन्वयव्याप्ति यत्र यत्र हेतु तत्र तत्र साध्यम् इति यत्र यत्र इत्यस्य अनन्तरं यः पदार्थो भवति सः व्याप्य तत्र तत्र इत्यस्य अनन्तरं यः पदार्थो भवति सः व्यापकः व्यापकव्यापयोः कः अर्थः इति चेत् विश्वे व्यापकस्य क्षेत्रं बृहत् भवति व्यापस्य अपेक्षयाः व्यापस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं व्यापकक्षेत्रापेक्षया लघु च तर्हि भगिनी तदेव किञ्चित् वदति भगिनी पर्वतवहिमान् धूमात् इति स्थले यत्र यत्र धूम तत्र तत्र वह्नि इति उच्यते इत्युक्ते वयम् अनुमीयते यत्र यत्र धूम अस्ति तत्र तत्र वह्नि भवेत् इति अनुमानम् अस्ति एतादृशहेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति अन्वयव्याप्ति यदि वयं पूर्वं दृष्टवन्तः धूमात् अस्ति हेतु वह्नि अस्ति साध्यं सो हेतु साध्यं तयोः मध्ये यः सम्बन्धः अस्ति तस्य नामकरणम् अस्ति अन्वयव्याप्ति अन्वयव्याप्ति तस्य अर्थम् इदानीं परिशील्यामः यत्र यत्र हेतु तत्र तत्र साध्यम् इति इत्युक्ते यत्र यत्र इत्यस्य अनन्तरं यः पदार्थो भवति सः व्याप्य हेतु कारणं यः कारणमस्ति तस्य अन्यनाम वयम् इदानीं वदामः व्याप्यः. साध्यं तस्य नाम अस्ति व्यापकः. व्यापकव्यापहो व्याप्ययो तस्य अर्थं किं भवति? व्याप्यक तस्य क्षेत्रं बृहत्, यथा वह्नि अस्ति, वह्नो धूमम् अस्ति, पर अत्र क्षेत्रम् अन्यक्षेत्रमपि भवितुं शक्नोति. इत्यै कारणं व्यापकस्य क्षेत्रं बृहत् अस्ति. किन्तु व्याप्य अत्र व्याप्य अस्ति धूमः. धूमः यत्र धूमः अस्ति तत्र वह्नि भवेत् इति अस्ति. सो वह्नि यत्र अस्ति तत्र धूमः कदाचित् अस्ति, कदाचित् नास्ति. अतः वह्नि वह्नि क्षेत्रं बृहत् अस्ति. व्यापकस्य क्षेत्र बृहत् अस्ति. व्याप्य धूम हेतु तस्य क्षेत्र लघु अस्ति. वह्नि वा व्यापकस्य अपेक्षया समीचीनं समीचीनं भगिनि. अतः न व्यापस्य क्षेत्र व्यापकक्षेत्रे अन्तर्भूतः भवति. व्यापकक्षेत्रे मीन्स् वह्नो धूमम् अस्ति, विद्यमानम् अस्ति. सो इत्युक्ते व्यापकक्षेत्रे अन्तर्भूतः व्याप्य अस्ति. समीचीनं. यथा भवत्या उक्तम्, अत्र यत्र कुत्रापि अनुमानस्य प्रयोगः जायते तत्र अन्वयव्याप्तिः दृश्यते. अन्वयव्याप्तिः इत्युक्ते कश्चन व्याप्यव्यापकभावः दृश्यते. व्यापकः यदा भवत्या उक्तं, व्यापकः तु बृहत्क्षेत्रे भवति, व्यापके अन्तर्भूतः अस्ति व्याप्यः. यथा वह्निः बृहत्क्षेत्रे अस्ति, कुत्रापि धूमः अस्ति, कुत्रचित् धूमः नास्ति. परन्तु यत्र कुत्रापि धूमः अस्ति तस्मिन् क्षेत्रे वह्निः अवश्यं भवेत् एव इति अर्थः. अतः एव व्यापके अन्तर्भूतः व्याप्यः इति उच्यते. अपि तु यत्र यत्र व्याप्यः अस्तु तत्र तत्र व्यापकः अस्ति. भारती भगिनी, व्यापकयोः कः सम्बन्धः इति इति वदति वा? व्यापकः इत्युक्ते वह्निः बृहत् बृहत् अस्ति. व्याप्यः व्यापकः किञ्चित् स्थले धूमः अस्ति, किञ्चित् स्थले धूमः नास्ति. व्याप्यः धूमः एव, धूमः व्याप्यः. व्यापकः बृहत् अस्ति, वह्नि अस्ति. समीचीनं. हा सरला भगिनी, किमपि उक्तं वा भवत्या? न न. अस्तु अस्तु अस्तु, समीचीनं भारती भगिनी. अस्तु, अग्रे पठति वा भारती भगिनी? कुत्र अस्ति न पश्यामि, क्षम्यताम्. अत्र अस्तु इदानीं यथा घटे घटे श्यामरूपम्. एकनिमिषं, भवत्याः करपत्रमस्ति खलु, नूतनकरपत्रम् अनुमानप्रमाणं विभागः अतिरिक्तगुण इति. अनुमानप्रमाणं विभागः अतिरिक्तः गुणः. तत्र पर्वतः वह्निमान् धूमात् इति आरभ्य एकः परिच्छेदः अस्ति. पर्वतः प्रकृते पर्वतरूपं प्रकृते तदनन्तरमेव तस्मात् चतुर्थः परिच्छेदः प्रायः पर्वतः वह्निमान् धूमात् इति स्थले इति परन्तु सरला भगिन्या एतावत् पर्यन्तं पठितम् अस्ति पञ्चमवाक्यं भगिनि किन्तु धूमः तर्हि हेतुव्याप्य साध्यं व्यापकं तर्हि धूमः नास्ति एतादृशी किन्तु धूमः भवति तस्मात् आरभ्य किन्तु धूमः भवति चेत् तस्य अर्थः एवं यत् वह्निः अस्ति एव यतोहि द्वयोः कार्यकारणभावः अस्ति अग्निः कारणं धूमः कार्यं वह्निना धूमः उत्पद्यते अतः धूमः अस्ति चेत् वह्निः अवश्यम् अस्ति किन्तु वह्निः अस्ति चेत् धूमः भवितुम् अर्हति नापि भवितुम् अर्हति तदर्थम् अत्र न केवलं कार्यकारणभावः अपि तु व्याप्यव्यापकभावः अपि अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं नाम अनुमतिः सिद्ध्यति धूमः भवति चेत् तत्र वह्निः अस्ति एव निश्चितम् यतोहि कार्यकारणभावः अपि अस्ति अग्निः कारणं धूमः कार्यम् इत्युक्ते वह्निना एव धूमः उत्पद्यते ततः अग्निः कारणमेव किन्तु वह्निः अस्ति चेत् धूमः भवितुम् अर्हति वह्निः नास्ति चेत् धूमः न भवितुम् अर्हति तदर्थम् अत्र न केवल कार्यकारणभावः अपि तु व्याप्यव्यापकभावः अपि अस्ति व्यापक भावः अत्र तु कारणं किं कार्यम् अस्तु अग्नेः कारणात् एव धूमः भवति इति तत्र कारणकार्यभावः अस्ति परन्तु अनुमानप्रसङ्गे कस्य मुख्यत्वं जातं कस्य मुख्यत्वं भवति व्याप्यव्यापकभावस्य प्रमुखः तत् एव प्रमुखः अनुमानस्थले कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति इत्युक्ते अनुमानवाक्ये अस्मिन् उदाहरणे धूमः दृश्यते इत्यस्य कारणात् वह्निः भवेत् इति अनुमानं भवति परन्तु कुत्रचित् कार्यकारणभावः भावस्य अभावेन अपि तादृश हेतुसाध्ययोः सम्बन्धः भवति. यथा किम् वह्नि अस्ति परन्तु धूमः सदैव नास्ति तत्र. एकनिमिषम् आम् तत्रापि कुत्रचित् धूमः न भवति. कुत्रचित् किम्? कुत्रचित् धूमः न भवति खलु. आम् कार्य नास्ति तत्र. आम् अपि तु नदीत्वं जलत्वम् इति स्वीकुर्मः. तत्र यत्र इति न अग्रे आयाति, परन्तु नदी अस्ति तस्मात् जलम् अस्ति इति कारणकार्यभावः अस्ति. नदी अस्ति इति कारणेन जलम् अस्ति इति वदामः खलु. परन्तु कुत्रचित् नदी अस्ति परन्तु प्रायः जलम् अस्ति अस्ति इति वयं न वक्तुं शक्नुमः खलु. तत्र कार्यकारणभावः नास्ति. जलम् अस्ति अतः नदी अस्ति इति न वक्तुं शक्नुमः. परन्तु यत्र नदी अस्ति तत्र जलं भवति एव खलु. इत्युक्ते नदी तु लघु, जलं तु बृहत्. समुद्रे अपि जलमस्ति, घटे अपि जलमस्ति. अत्र तु व्याप्यव्यापकभावः अस्ति. बृहत् जलं व्यापकः व्यापकः नदी अस्ति वा? आम् जलं व्यापक अस्ति. जलं बृहत् जलं बृहत् अस्ति. व्यापकः अस्ति. नदी अस्ति लघु, अतः व्याप्य अस्ति. अत एव अस्माभिः वक्तुं शक्यते यत्र नदी अस्ति अतः तत्र जलम् अस्ति इति. नदीं दृष्ट्वा एव जलम् अस्ति इति अनुमीयते. परन्तु अत्र कार्यकारणभावः नास्ति खलु. यत्र कुत्रापि जलम् अस्ति तत्र नदी अस्ति इति कार्यकारणभावः नास्ति. यथा वेदान्तशास्त्रे वदन्तः सृष्टिः अस्ति, तस्य कारणे सृष्टाकार अपि भवति. सृष्टाकार व्यापक अस्ति सर्वत्र. सृष्टिः अस्ति तस्य बृहत् अस्ति ईश्वर ब्रह्मन् प्रायः. अस्तु. स्वानुमानस्थले व्याप्यव्यापकभावः प्रमुखः. कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति. समीचीनमेव. परन्तु यत्र कुत्रापि अनुमानस्य प्रयोगः जायते तत्र केवलं व्याप्यव्यापकभावस्य प्रयोगः एव. तदेव प्रमुखः. यद्यपि कार्यकारणभावः न स्यात् तथापि व्याप्यव्यापकभावः सर्वथा भवेत् इति अस्ति. धन्यवादः. अग्रे सरला भगिनी पठति वा? अस्तु भगिनि. तर्हि एतत् आधारेण वह्नी उष्ण वह्नित्वात् इति स्थले चिन्तयितुं शक्नुमः. अत्र च बोध्यं यत् कार्यकारणभावो नास्ति. वह्नित्वम् इति जाति, उष्णत्वम् इति गुणः. वह्नित्वं हेतुः, उष्णत्वं साध्यम्. अत्र च उष्णः इत्यनेन उष्णस्पर्शः, स च उष्णस्पर्शः नानाविधः. वह्निजन्यः अपि भवति उष्णस्पर्शः, सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः. अतः उष्णत्वं कुत्रचित् भवति यत्र वह्नित्वं नास्ति, किन्तु वह्नित्वं भवति चेत् उष्णत्वम् अस्ति एव. अनेन वह्नित्वं व्याप्यं भवति, उष्णत्वं च व्यापकं भवति. कार्यकारणभावः यद्यपि नास्ति, किन्तु व्याप्यव्यापकभावः अस्ति. अत्र अन्य उदाहरणं दत्तम् अस्ति, वह्नि उष्णवह्नित्वात्. यदि इति वाक्ये अस्ति वह्ने अस्ति वह्नित्वं जाति, उष्ण अस्ति तस्मिन् गुण, तस्मिन् अस्ति उष्णत्वं जाति अपि, गुणस्य जाति उष्णत्वं. वह्नित्वं भवति कारणं उष्णत्वं भवति साध्यम्. उष्णस्पर्श न केवलं उष्णस्पर्शकारणं न केवलं वह्नि अस्ति, किन्तु अन्यानि कारणानि अपि भवति. उदाहरणं सूर्यकिरणजन्य उष्णस्पर्श. अत्र कार्यकारणभाव न यदि दृष्टवन्त उष्णत्वं तस्य कारणं केवलं वह्नि यदि वयं वदामः तस्य निरर्थकं भवति. कारणं उष्णस्य स्पर्शस्य कारणं सूर्यकिरणः अपि अस्ति तथा. स उष्णत्वम् अस्ति व्यापकं, बृहत् अस्ति, तस् अस्ति साध्यं. वह्नित्वं भवति व्याप्य, लघु भवति तस्य क्षेत्र, तस् अस्ति हेतु. समीचीनं भगिनि, अस्तु. अग्रे भारती भगिनी पठति वा? सरला भगिनी उक्तं वह्नित्वं व्याप्यः वह्नित्वम् उष्णस्पर्शः उष्णत्वं व्यापकः. वह्नित्वं बृहत् अस्ति किल? अस्तु भगिनी वदतु, उष्णत्वं केन केन जायते? ओ नानाविधः जायते. उष्णत्वस्य कारणानि बहूनि खलु? न केवलं वह्नि न जायते, सूर्यकिरणात् अपि जायते. तदर्थं उष्णत्वं व्यापकः. आम् समीचीनम्. उष्णत्वं तु बृहत् अस्ति, अतः व्यापकः अस्ति, परन्तु वह्नि तु केवलं वह्नौ एव अस्ति, अतः स लघु अस्ति. तत् लघु वह्निः तु लघु, अतः व्याप्यः इति. अतः एव यत्र यत्र इति वदामः अत्र भवत्या उक्तं वा सरला भगिनी? न, तत्तु अग्रे अस्ति. अस्तु भगिनी पठति. पठामि. तर्हि वह्नित्वं हेतुः उष्णत्वं साध्यं, वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. एतत् आधारेण यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इत्यपि स्यात्. किन्तु यतः उक्तम् उपरि अत्र एकं वैचित्र्यं वर्तते. तस्य वैचित्र्यस्य कारणं किम्? हेतुः पक्षे एव वर्तते. वह्निम् अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते. तर्हि कथं वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं तदानीं किल यत्र यत्र वक्तुं शक्यते यदा विभिन्नस्थलेषु तच्च वस्तु लभ्येत किन्तु एकः पदार्थः वह्नित्वं नाम्ना पक्षे एव लभ्यते चेत् यत्र यत्र इति कथम् उच्येत अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात् वदतु भगिनि वाक्यशः वदतु भगिनि वाक्यशः तर्हि वह्नि हेतु तत्र वह्नि वह्नित्वं धर्मः वह्नि वह्नि वह्निः धर्मः वह्नित्वं वह्नित्वं हेतुः कारणम् उष्णत्वं वह्नित्वं हेतुः इत्युक्ते कारणमेव उष्णत्वं साध्यम् उष्णत्वं उष्णत्वं वह्नित्व समये उष्णत्वं भवितुम् अर्हति साध्यम् वह्नित्वं व्याप्यं व्याप्यं उष्णत्वं व्यापकम् उष्णत्वं बहु बृहत् तत् कारणात् कारणार्थं व्यापकं वह्नित्वं लघु तस्मात् कारणात् व्याप्यम् एतत् आधारेण यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति अपि स्यात् स्यात् अनुमानेन किन्तु यतः उक्तम् उपरि अत्र एकं वैचित्र्यं वर्तते तस्य वैचित्र्यस्य कारणं किं वैचित्र्यं किम् अस्ति अत्र भगिनि हा अस्तु यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् अत्र वाक्यं पश्यतु भगिनी वह्नित्वम् उष्णः वह्नित्वात् इति अस्ति वह्नित्वं वह्नित्वम् उष्णः वह्नित्वात् इति अस्ति खलु अत्र यत्र यत्र अस्माभिः दृष्टं खलु व्यापकः व्याप्यभावः भवेत् अनुमानप्रयोगे इति हेतुः इति हेतुः किम् अस्ति वह्नित्वं हेतुः इति व्यापकः वा व्याप्यः हेतुः व्याप्यः वा व्याप्यः अस्ति अस्तु तर्हि यत्र यत्र प्रथमं तु लघुक्षेत्रमेव वदामः यत्र यत्र हेतुः अस्ति तत्र तत्र बृहत्क्षेत्रं बृहत्क्षेत्रे यत् अस्ति इत्युक्ते यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति इति वदामः खलु परन्तु अत्र वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वाक्ये किं भवति यत् वह्नित्वं तु वह्नौ एव अस्ति खलु कदा अहं वयं वदामः यत्र यत्र वह्नित्वम् इति वह्नित्वम् अन्यत्र भवति चेत् अस्माभिः वक्तुं शक्यते यत्र यत्र वह्नित्वं तत्र तत्र तत्र उष्णत्वम् अस्ति इति खलु. परन्तु वह्नित्वं तु वह्नौ एव अस्ति चेत् कथं वक्तुं शक्नुमः यत्र यत्र वह्नित्वम् इति? तदेव अस्ति, तदेव वैचित्र्यम् अस्ति अत्र. अतः सामान्यतया अस्माकम् अनुमानवाक्यं किम्? अनुमानवाक्यस्य चत्वारः भागाः सन्ति इति वयं जानीमः. दृष्टान्तस्य आधारेण पक्षे हेतुं दृष्ट्वा साध्यम् अस्ति इति वदामः खलु. परन्तु अत्र दृष्टान्तः एव नास्ति. दृष्टान्तः अस्ति वा? वह्निः उष्णः वह्नित्वात् इत्यस्य इत्यस्मिन् वाक्ये दृष्टान्तः अस्ति वा? नास्ति. पक्षः एव अस्ति खलु. वह्निः इति पक्षः अस्ति. परन्तु दृष्टान्तं विना कथं साधयितुं शक्नुमः इति इत्येव अत्र वैचित्र्यम् अस्ति. स्पष्टं वा? सरला भगिनि? आम् आं भगिनि. अस्तु, आं वदतु भगिनि. वैचित्र्यस्य तर्हि हेतुः पक्षे एव वर्तते. हेतुः पक्षे एव वर्तते. वह्निम् अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते. तर्हि कथं वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं तथा नास्ति? तदानीं किल यत्र यत्र वक्तुं शक्यते यदा विभिन्न स्थलेषु तच्च वस्तु लभ्येत. किन्तु एकः पदार्थः वह्नित्वं नाम्ना पक्षे एव लभ्यते चेत् यत्र यत्र इति कथम् उच्येत? अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात्? तत् दृष्टान्तः नास्ति. ततः वैचित्र्यम् अस्ति. इत्युक्ते दृष्टान्तः इत्युक्ते पक्षभिन्नस्थलम् इति. यथा पर्वतः अस्माकं प्रथमं वाक्यमस्ति. पर्वतवहिमान् धूमात् यथा महानसम् इति अस्ति. तत्र पक्षभिन्नस्थलम् अस्ति महानसम्. महानस्य आधारेण एव अस्माकं साधनं भवति खलु. परन्तु अत्र पक्षभिन्नस्थलमेव नास्ति. वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वाक्ये भिन्नस्थलं नास्ति यस्य आधारेण वयं वक्तुं शक्नुमः वा साधयितुं शक्नुमः. वह्नौ उष्णत्वम् अस्ति इति कथं साधयितुं शक्नुमः? दृष्टान्तः एव नास्ति इत्येव वैचित्र्यम्. अस्तु, अग्रे सरला भगिनी. अस्तु भगिनि, हेतुः केवलं पक्षे प्राप्यते इति नास्ति चेत् अन्यत्र अपि प्राप्यते चेत् दृष्टान्त अन्वयदृष्टान्त इति उच्यते. यत्र यत्र धूम तत्र तत्र वह्नि यथा महानसम् इति दृष्टान्ते अन्वय व्याप्ति इति अन्वयव्याप्तिः अस्ति. पर्वतः वहिमान् धूमात् यथा महानसम् इत्यस्मिन् धूमरूपहेतुः न केवलं पर्वतरूपपक्षे किन्तु महानसे अपि अन्यत्र अपि. अतः अनुमानप्रयोगेण अन्वय अन्वयव्याप्तिज्ञानम् उत्पद्यते. यत्र यत्र धूम तत्र तत्र वह्नि इति ज्ञाने अन्वयव्याप्तिः अस्ति. तत् आधारेण च धूमात् वह्निमान् तत्र च पर्वते वह्नि अस्ति इति अनुमिति सिद्ध्यते. अत्र पुनः स्पष्टं कृतमस्ति. हेतु केवलं पक्षे प्राप्यते इति नास्ति चेत् अन्यत्र प्राप्यते चेत् दृष्टान्त अन्वयदृष्टान्त इति उच्यते. यदि वयं पूर्वं दृष्टवन्तः यत्र यत्र धूम तत्र तत्र वह्नि यथा महान् समये वयम् अनुभवामः धूम अस्ति तु वह्नि भवेत् तत्र तत्र पर्वत वह्निमान् पर्वात् धूमात् इति यथा महान् समये इति वाक्ये धूमात् हेतुः कारणे वयम् अनुमयते वह्नि पर्वते भवेत्. सो यत्र किन्तु तत् एतत् दृष्टान्ते अन्वयव्याप्तिः अस्ति. अन्वयव्याप्तिः इति अस्ति, अन्वयव्याप्तिः अस्ति. किन्तु हेतु केवलं पक्षे प्राप्यते. यदा वयं दृष्टवन्तः वह्नि वह्नि उष्णवह्नित्वात् तत्र दृष्टान्त नास्ति. हेतु केवलं पक्षे अस्ति, लैक् वह्नित्वं वह्नौ अस्ति तो हेतु केवलं पक्षे प्राप्यते. तस्य नाम अस्ति अन्वयदृष्टान्त इति उच्यते. रै न न विपरीतरीत्या खलु. आमां तत्र दृष्टान्त नास्ति, अन्वयव्याप्तिः तस्य विपरीत अस्ति. तत्र प्रथमं वाक्यं पुनः प्रथमं वाक्यं पठतु. तत्र हेतु केवलं पक्षे प्राप्यते इति नास्ति चेत् इत्युक्ते इत्युक्ते पक्षे केवलं अस्ति खलु. केवलं पक्षे न प्राप्यते, अन्यत्र कुत्रापि अपि प्राप्यते. अस्ति खलु, अन्यत्र अपि प्राप्यते चेत् हेतु धूम न केवलं पक्षे लैक् पर्वते पर महान् समये अन्यत्र अपि अस्ति. केवलम् अस्तु, केवलं पर्वते एव लभ्यते चेत् कथं वयं साधयितुं शक्नुमः? ओ महानसे अस्माकम् अनुभवः अस्ति एतादृशं धूमस्य कारणात् वह्निः भवेत् इति, परन्तु केवलं पर्वते एव लभ्यते चेत् अस्माकम् अनुभवः एव नास्ति खलु साधनार्थम्. अतः यत्र कुत्रापि दृष्टान्तः अपि लभ्यते येन कारणेन अस्माकम् अनुभवः जायते तदा एव अन्वयव्याप्तिः भवति. तस्य आधारेण अस्माकम् अनुमितिः ज्ञानम् अपि भवति खलु. तदेव अग्रे अग्रे यत्र यत्र धूम तत्र तत्र वह्नि यथा महान् समिति दृष्टान्ते अन्वयव्याप्तिः अस्ति. महान् समये अस्माकम् अनुभवम् अस्ति, धूम अस्ति तत्र वह्नि अस्ति इति दृष्टान्ते वयम् अन्वयव्याप्ति पश्यामः. पर्वतवह्निमान् धूमात् यथा महान् इत्यस्मिन् धूमरूपहेतु न केवलं पर्वतरूपपक्षे किन्तु महानसे अपि अन्यत्र अपि. तो पर्वत त्रिपक्ष अस्ति. सो धूमहेतु तत् धूमात् हेतु न केवलं पर्वते किन्तु महानसे अपि अस्ति इति कारणे एतत् दृष्टान्तः अस्ति. सो धूमरूपहेतु न केवलं पूर्व पर्वतरूपपक्षे अस्ति किन्तु मानसमे अपि अन्यत्र अपि लभ्यते. अतः अनुमानप्रयोगेन अन्वयप्राप्तिज्ञानम् उत्पद्यते. सो इति कारणे अनुमान अस्माकम् अनुमानम् अस्ति अन्वयप्राप्तिज्ञानं धूमात् आधारेण धूमात् कारणं भवति अनुमानस्य. अन्वयप्राप्तेः आवश्यकता अस्ति, तस्य अन्वयप्राप्तिः अस्ति इति वदनार्थं कस्य आवश्यकता भवति? हेतुसाध्ययोः सम्बन्धः. हेतुसाध्ययोः अस्तित्वं भवेत् एव. धूमरूपेण हेतुः, साध्यरूपेण व्याप्य व्यापकम्. हा, यत्र यत्र हेतुसाध्ययोः अस्तित्वम् अस्ति तदा एव अन्वयव्याप्तिः अस्ति इति. अस्तु, अग्रे भारती भगिनी पठति वा? किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत् हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते. किन्तु हेतुः इत्युक्ते धूमः केवलं पक्षे प्राप्यते, पर्वते प्राप्यते इति चेत् हेतुसाध्ययोः अन्वयव्याप्तिः व्याप्तिं वक्तुं न शक्यते. वह्निः उष्णः वह्नित्वात्, वह्नित्वं केवलं वह्नौ, अन्यत्र न लभ्यते. तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति. दृष्टान्तः भवति किन्तु सः भिन्नप्रकारकः, व्यतिरेकदृष्टान्तः भवति. वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति अनुमानप्रयोगे भवति. यत् न एवं तत् न एवं, यथा जलम् इति व्यतिरेकदृष्टान्तः एव सम्भवति. वदतु भगिनि. किन्तु पर्वतधूम दृष्टान्ते हेतु धूमः केवलं पर्वते. पर्वतधूमदृष्टान्ते इति न, दृष्टान्तः तत्र किं? जलं महानसः खलु. ओ, महानसः. महानसः इत्युक्ते पाकशालं? पाकशाला एव. अस्तु, व्याप्तिः अस्ति यत्र दृष्टान्तः अस्ति, यत्र हेतुसाध्ययोः अस्तित्वम् अस्ति खलु. परन्तु अत्र किम् अस्ति? वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वाक्ये, इत्यस्मिन् वाक्ये उष्णत्वं उष्णत्वं बृहत् अस्ति, वह्नित्वं लघु अस्ति. वह्नित्वं वह्नित्वम् एव जनयति, न अन्यत्र. अतः दृष्टान्तः अस्ति वा? दृष्टान्तः नास्ति. नास्ति. अतः तस्य नामकरणं किम्? अन्वयदृष्टान्तः न भवति. किं कीदृशदृष्टान्तः अस्ति? कीदृश व्यतिरेकदृष्टान्तः. आम्, अस्तु. तत्र किं किमपि वाक्यम् अस्ति खलु, वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति अस्ति. इत्युक्ते वह्नि उष्णः क्रिमवाक्यम् अस्ति यन्नैव तन्नैव यथा जलम् इत्युक्ते किं यथा जलम् इति तत्न इवं यथा जलम् इति अस्ति खलु तस्य अर्थः कः यथा जलं जलं बृहत् अस्ति न अत्र तु दृष्टान्तस्य विषयः अस्ति अतः अत्र यन्नैवं तन्नैवं यथा जलम् इत्युक्ते प्रथमं वाक्यं किमस्ति वह्निः उष्णः वह्नित्वात् इति अस्ति खलु कुत्रापि अन्यत्र कुत्रापि नास्ति जले नास्ति खलु वह्नित्वं वह्नित्वात् एकनिमिष जले तु नास्ति वह्नित्वं केवलं वह्नौ अस्ति जले तु नास्ति तदेव अस्ति वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इत्युक्ते वह्निः उष्णः वह्नित्वात् यत् न एवं तत् न एवम् इत्युक्ते वह्नित्वं जले नास्ति इत्यस्य कारणात् जलं न उष्णः खलु तदेव जलं शीतं भवति न उष्णः आम् तदेव अत्र तु भिन्नरीत्या उक्तम् अस्ति वह्नित्वात् यत् न एवं यत् इत्युक्ते अत्र किं न एवं जलं न तथा खलु जलम् न यत् न एवं तत् न एवं यथा जलं यथा जले उष्णत्वं तत् न वह्नित्वात् इति अस्ति किं सः दृष्टान्तः नास्ति अतः जलं तु दृष्टान्तः न भवितुम् अर्हति एव तत्र हेतु एव नास्ति भगिनी अहं न अवगच्छामि अस्तु अस्तु अहं वदामि एवं तत् नैव वह्निः उष्णः वह्नित्वात् वह्नित्वात् भवति हेतु हेतु पक्षे वह्नि पक्षे उष्णम् अस्ति साध्यम् अस्तु दृष्टान्तः नास्ति अत्र वह्नि इति पक्षः उष्णः इति साध्यं वह्निः इति वह्नित्वं वह्नित्वम् अस्ति इत्यस्मात् वह्नौ उष्णत्वम् अस्ति इति वाक्यम् अस्तु परन्तु वह्नित्वं जले अस्ति वा न जले हेतुः नास्ति खलु वह्नित्वरूपेण हेतुः नास्ति जले तर्हि हेतुः नास्ति चेत् साध्यं भवति वा साध्यमस्ति वा उष्णत्वम् इत्यनेन रूपेण न भवति तदेव अस्ति यत् न एवं तत् नैव यत् अस्ति उष्णत्वं न एवं न वह्नित्वं न एवम् अस्ति यत् न एवं यत् यत्र कुत्रापि न एवं हेतुः भवति न एवं साध्यम् इति एव अस्तु अस्तु अस्तु यथा जलं जले हेतुः अस्ति वा जले अस्ति वा वह्नित्वं न नास्ति जले वह्नित्वं नास्ति चेत् वा हेतुः नास्ति चेत् साध्यरूपेण उष्णत्वं नास्ति न भवति खलु तदेव अस्ति तथा अन्य द्रव्यमपि वयं स्वीकर्तुं शक्नुमः अत्र तु शास्त्रीयवाक्यमस्ति प्रायः न्यायशास्त्रे एतत् वाक्यं भवति वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् विपरीतरीत्या एव अत्र उक्तमस्ति एतत् वाक्यम् अस्माकम् अन्वयव्याप्तिनियमं न पालयति खलु यतोहि तत्र पर्वतः वह्निमान् धूमात् अत्र तु महानसे हेतुः अस्ति अतः साध्यम् अस्ति तस्य आधारेण पर्वते हेतुं दृष्ट्वा साध्यम् अस्ति इति वयं वक्तुं शक्नुमः परन्तु अत्र जलं दृष्टान्तः भवति वा न एव खलु यतोहि जले हेतुः नास्ति अतः साध्यमपि नास्ति यथा वह्नौ उष्णत्वम् अस्ति तथा नास्ति जले तदेव अस्तु अस्तु अग्रे पठति वा भारती भगिनी वा यत् न एवं तत् न एवं यथा जलम् इति व्यतिरिक्त व्यतिरेकदृष्टान्तः एव सम्भवति एतस्य नामकरणमस्ति व्यतिरेकदृष्टान्तः इति इत्युक्ते किमपि उदाहरणं स्वीकृत्य तत्र नास्ति तत्र हेतुः नास्ति अतः साध्यं नास्ति अतः अस्माकं पक्षे हेतु अस्ति इति कारणेन साध्यम् अस्ति एतादृशं किमस्ति ज्ञानं व्यतिरेकदृष्टान्तः इति उच्यते अग्रे अग्रे पठामः अवगमनं किञ्चित् इतोपि सम्यक्तया भवति अस्तु केवलम् एतत् स्मरणीयं तु व्यतिरेकदृष्टान्तः तु भिन्नः अस्ति अत्र अत्र अस्माभिः द्वे दृष्टान्त पश्यामः रैट् अन्वय व्याप्ति व्यतिरेकदृष्टान्त अग्रे भारती भगिनी पठति सरला भगिन्याः खलु अस्तु किन्तु तथैव कुर्मः चेत् अपि समस्या जायते किल यतोहि नास्ति इत्यस्मात् अस्ति इति प्रमाणितं कथं वा स्यात् इत्युक्ते वह्नि उष्ण वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति वदामः चेत् नाम जले उष्णतं नास्ति इत्यस्य कथनेन कथं वा प्रमाणितं भवेत् यत् अतः वह्नो उष्णतम् अस्ति जले वह्नित्वं रूपहेतु नास्ति अतः उष्णतरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति तादृशतर्कः भवति वा न भवति किल अपि च वदामः चेदपि तर्हि वह्नि उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति यथा वायुः उष्णः वायुत्वात् यन्नैव यथा वदामः इति अग्रे तथा वायुत्वात् यन्नैवं तन्नैवं तथा जलम् इत्यस्मि इत्यपि स्यात् समस्या हि समस्या पठतु भगिनि आमां क्रमशः पठामि अस्तु किन्तु तथैव कुर्मः चेत् अपि समस्या जायते किल यदा वदं पूर्वं दृष्टवन्तः यत्र साध्यं हेतु नास्ति तत् साध्यं नास्ति समस्या किं साध्यते, यतोहि नास्ति इत्यस्मात् अस्ति इति प्रमाणितं कथं वा स्यात्? सो यदि हेतु नास्ति, साध्यं नास्ति, कथं वयं प्रमाणं ददामः अत्र अस्ति? इत्युक्ते वह्नि उष्णः, वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति वदामः, यथा वयम् इदानीं चर्चा कृतवन्तः, वह्नि उष्णवह्नित्वात् वह्निपक्षे वह्नित्वम् इति हेतु अस्ति, उष्णत्वम् इति साध्यमस्ति. यत् न एवं, यत् हेतु नास्ति, तत् नैवं, तत् साध्यं नास्ति, यथा जलं, यथा जलं मीन्स् यत् वह्नित्वं नास्ति तत् उष्णत्वं नास्ति. उदाहरणमस्ति जलम् इति वदामः चेत् नाम जले उष्णत्वं नास्ति इत्यस्य कथनेन कथं वा प्रमाणितं भवेत् यत् अतः वह्नो उष्णतम् अस्ति? यदा वयं पश्यामः उष्णत्वं जले नास्ति, किन्तु कथं वयं प्रमाणं ददामः वह्नो उष्णतम् अस्ति? जले वह्नित्वं रूपहेतु नास्ति, जले वह्नित्वं रूपम् एव नास्ति, अतः उष्णत्वरूपसाध्यं नास्ति. यदि वह्नित्वं नास्ति तदैव उष्णत्वमपि साध्यं न भवितुं शक्नोति. इति कृत्वा पक्षे हेतु अस्ति, अतः साध्यम् अपि अस्ति. यदि पक्षे इति पक्षे लैक् वह्नि हेतु अस्ति, कारणम् अस्ति, लैक् वह्नित्वम् अस्ति, अत्र साध्यमपि अस्ति, साध्यमिति उष्णत्वमपि अस्ति, तादृशतर्कः भवति वा इति प्रश्नः अस्ति. यदि यत्र पक्षे हेतु अस्ति तत्र साध्यमपि भवेत् इति न्यायशास्त्रे तर्कः भवितुं शक्नोति वा इति प्रश्नः उदेति, किल? अपि च वदामः चेत् अपि तर्हि वह्नि उष्णवह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति, यथा वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं तथा जलम् इत्यपि स्यात्, समस्या हि समस्या इति. यदि वयं वदामः वह्नित्वं वह्न्यौ अस्ति तत्रकारम् उष्णत्वं भवति, यत्र वह्नित्वं नास्ति तत्र उष्णत्वं नास्ति, यथा जले यथा जलम् अस्ति तथा हि अन्या द्रव्य लैक् वायोः उष्णत्वं नास्ति, वायुः उष्णवायुत्वात् वायुत्वं वायोः पक्षे यदि वदामः. भगिनि एकनिमिषम्, अत्र तन्नैवं तन्नैवं यथा जलम् इति स्वीकुर्मः, जले हेतुः नास्ति, साध्यम् अतः नास्ति, इष्टवन्तः खलु. जले हेतुः कः? जले कः हेतुः नास्ति? वह्नि अत्र वह्नित्वं नास्ति खलु जले? वह्नित्वं केवलं वह्नौ अस्ति, वह्नौ अस्ति, जले वह्नित्वं नास्ति हेतुरूपेण, अतः साध्यं न कर्तुं साध्यं न भवति एव. उष्णत्वम् अस्ति इति साध्यं न शक्यमेव खलु. परन्तु जले हेतुः नास्ति अतः साध्यं नास्ति इत्यस्मात् वह्नौ वह्निं दृष्ट्वा ओ वह्नौ हेतुः अस्ति पण्डित्वरूपेण, अतः उष्णः भाव्यमपि अस्ति भवेत् इति साधयितुं शक्नुमः वा? जलं दृष्ट्वा वह्नेः साध्यं भवति वा? न, जले हेतुः साध्ययोः अस्तित्वं नास्ति, परन्तु वह्नौ अस्ति इति कारणात् पक्षे साध्यं भवति इति वक्तुं शक्नुमः वा? अनुमानस्य नियमः अनुमाने नास्ति खलु, अनुमानस्य नियमः खलु, दृष्टान्ते हेतुसाध्ययोः अस्तित्वं भवेत्, अव्याप्तदृष्टान्तः भवेत् खलु. अत्र तु व्यतिरेकदृष्टान्तः अस्ति, तर्हि तत्र समस्या भवति. अन्यत् उदाहरणमपि अस्ति, किमस्ति, वायुः उष्ण वायुत्वात् तन्नैवं तन्नैवं यथा जलम् इत्युक्ते जले वायुत्वम् अस्ति वा? वायुत्वम् इत्यनेन रूपेण जले हेतुः अस्ति वा? भारती भगिनि, नास्ति नास्ति, तर्हि साध्यं कर्तुं शक्नुमः वा? न कर्तुं न कर्तुं शक्नुमः. किं साधयितुं न शक्नुमः? सिद्धान्तं न, उष्णः उष्णत्वम् अस्ति इति खलु, पक्षे हेतु न साध्यं शक्नुमः. इत्युक्ते जले तु हेतुः नास्ति, साध्यमपि नास्ति, साध्यमपि न कर्तुं शक्नुम् साधयितुं न शक्नुमः. परन्तु कथं वयं वक्तुं शक्नुमः वायौ वायुत्वम् अस्ति अतः उष्णत्वं भवेत् इति? जलस्य आधारेण कथं वक्तुं शक्नुमः? कष्टं वा? जलं समानमेव, जलं जले उष्णत्वं नास्ति, तथा एव वायु जले किमर्थम् उष्णत्वं नास्ति? वह्नित्वं नास्ति अतः उष्णत्वं नास्ति खलु. परन्तु किं भवति वायौ? वायौ उष्णत्वम् अपि नास्ति. वायौ वायुत्वम् अस्ति अतः उष्णत्वम् अस्ति, कथं वक्तुं शक्नुमः इत्येव समस्या अत्र. उष्णत्वं वायुः अस्ति चेत् उष्णत्वं कथं साधयामः? साधयामः इत्युक्ते एकस्य आधारेण अपरस्य साधनं कथं भवति, व्यतिरेकदृष्टान्तः अस्ति चेत् इत्येव सारांशः. परन्तु पर्वतविषये तु दृष्टान्तः तु भिन्नः खलु. सः दृष्टान्तः कः? किं पर्वतवहनिमान् दृष्टान्तस्य नाम महान् समे न दृष्टान्तः नाम इत्युक्ते कीदृश दृष्टान्तः? ओ अन्वयव्याप्ति दृष्टान्तः, अन्वयव्याप्ति दृष्टान्तः इति. परन्तु जलस्य अस्मिन् उदाहरणे वायुत्वात् अत्र तु व्यतिरेकदृष्टान्तः, तत्र एव समस्या भवति. वायु दृष्टान्ते अनुमानप्रयोगेन दृष्टान्तः अस्ति इति वा? पुनः वदतु भगिनि. वायुः दृष्टान्ते उष्णः अस्ति हेतु अस्ति इति तत्समये दृष्टान्तः कः स्पष्टीकरणीयं दृष्टान्तः खलु उष्णत्वम् एकनिमिषं दृष्टान्तः कः जलं जलं स्पष्टे अस्ति तर्हि किं जले उष्णत्वं नास्ति इति हा अस्तु भगिनी एत कृपया शृणोतु एकस्मिन् पक्षे जलम् अस्ति जले वायुत्वं नास्ति वायुत्वं नास्ति अतः उष्णत्वं नास्ति इति शक्नुमः पक्षे वायुः अस्ति ओ वायौ वायुत्वम् अस्ति तर्हि अवश्यम् उष्णत्वं भवेत् इति कथं वक्तुं शक्नुमः तदेव समस्या इदानीं स्पष्टं वा वायु अस्ति चेत् उष्णम् अस्ति अपि वायु वायुत्वम् इति खलु जाति वायुत्वं वायुत्वं जातिः न धर्मः धर्मं दृष्ट्वा ओ गुणः भवेत् इति कथं वक्तुं शक्नुमः एकस्मिन् जातिः नास्ति गुणः नास्ति इति वक्तुं शक्नुमः खलु जले तत्र तथा परस्मिन् ओ जातिः अस्ति अतः गुणः भवेत् इति वक्तुं शक्नुमः वा तस्य आधारेण द्वे उदाहरणे देति वायोः वहने वहनोः तस्य तुलनाय जले यथा जले हेतुः वा साध्यमस्ति तथैव कथं वयं वदामः वहनो वहनित्वा वहनित्वं हेतु कारणे उष्णत्वं भवेत् वा वायोः वायुत्वं कारणे वायोः उष्णत्वं भवेत् तदेव तदेव समस्या इति अग्रे अस्माकं समस्या एकस्य आधारेण एकस्य अविद्यमानस्य आधारेण अन्यस्मिन् विद्यमानम् अस्ति इति न वक्तुं शक्नुमः खलु हेतुसाध्ययोः अस्तित्वम् अस्ति वा जले नास्ति परन्तु वायौ वह्नौ हेतुसाध्ययोः अस्तित्वम् अस्ति खलु परन्तु एकस्य आधारेण अपरस्य साधनं न भवति इत्येव सारांशः यतोहि अत्र तु व्यतिरेकदृष्टान्तः न तु अन्वयव्याप्तिः इत्येव अस्तु सन्देहः अस्ति वा प्रश्नाः सन्ति वा समीचीनं स्पष्टं कृतवती धन्यवादः तमां स्वागतं शुभरात्रिः शुभरात्रिः धन्यवादः आम्.